पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 84 सुकर्मोवाच एतत्ते सर्वमाख्यातं चरित्रं पापनाशनं पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकं प्रत्यक्षं दृश्यते लोके ययादिचरितं श्रुतं ऊरुनाप्तं महद्राज्यं दुर्गतिं गदवां स्तुरुः पितृप्रसादात् कोपाच्च यथा जातं तथा पुनः पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदं शापयुक्ता विमौ चोभौ तुरुश्च यदुरेव च पितृमातृसमं नास्ति अभीष्टफलदायकम् साभिलाषेण भावेन पिता पुत्रं समाह्वयेद माता च पुत्रपुत्रेदि तस्य पुण्यफलं शृणु समाहूतो यथा पुत्रः प्रयादि मातरं प्रति यो यादि हर्षसंयुक्तो गङ्गास्नानफलं लभेद पादप्रक्षालनं यस्तु कुरुदे च महायशाः सर्वतीर्थफलं भुङ्क्ते प्रसादात्तु तयोः सुतः अङ्गसंवाहनाच्चान्यदश्वमेधफलं लभेद भोजनाच्चादनस्नानैर्गुरुं यः पोषयेत् सुतः पृथ्वीदानसमं पुण्यं तत्पुत्रो हि प्रजायते सर्वतीर्थमयी गङ्गा तथा माता न संशयः बहुपुण्यमयसिन्धुर्यथा लोके प्रतिष्ठितः अस्मिन्नेके पिता तद्वत् पुराणकवयो विदुः सुकर्मोवाच भ्रंशदे क्रोशदे यस्तु पितरं मातरं पुनः सपुत्रो नरकं यादिरौरवाक्यं न संशयः मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेद सपुत्रो नरकं यादि वेदनां प्राप्नुयाध्रुवम् कुत्सदे पापकर्तायो गुरुं पुत्रः सुदुर्मदिः निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा एवं ज्ञात्वा ह्यहं विप्र पूजयामि दिने दिने मातरं पितरं नित्यं भक्त्या नमिदकन्धरः कृत्याकृत्यं वदेच्छैव समाहूय गुरुर्मम तत्करोम्य विचारेण शक्रिया स्वस्य च पिप्पल तेन मे परमं ज्ञानं संजातं गदिदायकं येदयोश्च प्रसादेन संसारे परिवर्तते यच्च किञ्चित् प्रकुर्वन्ति मानवा भुवि संस्थिताः गृहस्थस्तदहं जाने यच्च स्वर्गे प्रवर्तते नागानां च इहस्थोऽपि चारं जानामि पिप्पल यदयोश्च प्रसादाच्च त्रैलोक्यं मम वश्यतां गदं विद्याधरश्रेष्ठ भवानर्चतु माधवं विष्णुरुवाच एवं संशोधितस्तेन पिप्पलो हि स्वकर्मणा आनम्यतं द्विजश्रेष्ठं लज्जितोऽपि दिवं व्ययौ सुकर्मासोऽपि धर्मात्मा गुरुं शुश्रूषते नृप एतत्ते सर्वमाख्यातं पितृतीर्थानुगं मया अन्यत् किं ते प्रवक्ष्यामि वद वेन महामते इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थमाहात्म्यवर्णनं नाम चतुरधिअशीतितमोऽध्यायः ॐ